नमः सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. विषयः अस्ति क्रियादिगणः इति विषयः अनुवर्तते. क्रियादिगणे क्रियादिभ्यः श्ना इति सूत्रेण श्ना इति विकरणप्रत्ययः विधीयते. सपं प्रबाद्य श्ना इति विकरणप्रत्ययः विधीयते. श्ना प्रत्ययः सित् अस्ति इति कृत्वा सार्वधातुकप्रत्ययः. अपितपि अस्ति तर्हि तत्र गुणस्य प्रसङ्गः वर्तते. श्नाप्रत्ययम् आधारीकृत्य गुणः भवितुमर्हति, परन्तु अपित्वात् तत्र सार्वधातुकम् अपित् निद्वत् भवति, अतः क्निति च इति सूत्रेण गुणनिषेधः. अतः श्नाप्रत्ययम् आधारीकृत्य गुणः किमपि गुणकार्यं न भवति. तर्हि ये सामान्यधातवः सन्ति तत्र किमपि कार्यं नास्ति, केवलं धातुः अपि श्नाप्रत्ययनयोः योजनम्. अनन्तरम् अपि च अस्माभिः दृष्टं अपवादीनां ह्रस्वः इति, तत्र केचन दीर्घ स्वरान्तधातुः दातवः सन्ति, तेषां विषये तेषां ह्रस्वत्वं भवति शितिप्रत्यये परे. उपवादीनां ह्रस्वः इति सूत्रेण पुञे लुञे धुञे इत्यादयः दातवः सन्ति. अपि च तत्र प्रत्ययः श्नाप्रत्ययः कित् नित् अस्ति, निद्वत् अस्ति इति कृत्वा तत्र त्रीणि कार्याणि सम्भवन्ति. एकं तु गुणनिषेधः, द्वितीयं तु सम्प्रसारणकार्यं, तृतीयं तु अनिदिताम्हाल उपदायाग्निति इति सूत्रेण उपदायां नकारः वर्तते चेत् तस्य लोपः. तर्हि सम्प्रसारणार्थं ज्या इति धातोः विषये अस्माभिः दृष्टं. ज्या धातोः सम्प्रसारणकार्यानन्तरं जियोगः न इति भवति. तदानीं हलः इति सूत्रमपि दृष्टं. हलः इत्यनेन हल् उत्तरस्य सम्प्रसारणसंज्ञकवर्णस्य दीर्घादेशः भवति इति. यदि तत्र सम्प्रसारणसंज्ञकवर्णः अङ्गस्य अन्तिमवर्णः चेत् तर्हि जियोगः न जीना इति भवति. तदानीं पवादीनां ह्रस्वः इत्यनेन ह्रस्वत्वं भवति, अतः जीना इति रूपं, जीना इति अङ्गं लभ्यते, जीनाति इति रूपं लभ्यते. अपि च अत्र प्रसिद्धः धातुः ग्रहधातुः अपि अस्ति अस्मिन् गणे. तर्हि गृह्ण अत्रापि सम्प्रसारणं भवति. ग्रहधातुः गृह इति भवति, गृह्णाति इति रूपं लभ्यते. अनन्तरं ज्ञाधातोः ज्ञाजनोर्जा इति सूत्रं, तेन सूत्रेण ज्ञाधातुः जन्धातुः अनयोः स्थाने जा इति आदेशः भवति शितिप्रत्यये परे. तर्हि जानाति इति रूपं प्रसिद्धरूपं वर्तते, जानाति इति रूपम् अनेन सूत्रेण लभ्यते. ततः अग्रे तत्र अनिदिधातवः इत्यपि अस्माभिः दृष्टम्. अनिदितामहल उपदायाग्निति इति सूत्रेण उपदायाः नकारस्य लोपः. बन्द् श्रन्त् मन्त् इत्यादिषु उपदायं नकारस्य लोपः, कितिनीति प्रत्यये परे. अतः मत्नाति, स्रत्नाति, बध्नाति इत्यादि रूपाणि तत्र लभ्यन्ते. ततः पश्चात् अत्र क्रियादिभ्यः श्ना इति यदङ्गं लभ्यते तद् अनदन्तम् अस्ति, अतः अनदन्तानां सिद्धप्रत्ययाः के सन्ति इति अस्माभिः प्रत्ययाः के सन्ति इति अवगन्तव्यं. तर्हि ततः अग्रे अस्माभिः दृष्टं वस्तुतः तत्र क्रियादिगणे अधिकं किमपि कार्यं नास्ति. हलादिपित्सु वस्तुतः किमपि कार्यं नास्ति. तत्र गुणस्य पित्प्रत्ययः अस्ति, यतः ईगन्धमङ्गमस्ति चेत् गुणः भवितुमर्हति. अजादिपित्सु अपि ईगन्धमङ्गमस्ति चेत् गुणः भवितुमर्हति, परन्तु ईगन्धं नास्ति चेत् तत्र किमपि कार्यं नास्ति, केवलं योजनमेव. हलादि अपित्सु अपि च अजादि अपित्सु, अजादि अपित्सु तत्र उत्सर्गसूत्रमस्ति. श्नाभ्यस्तयोः आतः, तयोरातः इति सूत्रं दृष्टं. तर्हि श्नाप्रत्ययः इति सूत्रे उक्तं, तत्तु क्रियादिगणीयधातोः विषये. श्नाप्रत्ययान्तस्य अङ्गस्य आकारस्य लोपः भवति कितिनिति सार्वधातुकप्रत्यये परे. अतः अपित् प्रत्ययः सार्वधातुकप्रकरणे अस्ति चेत् स्नाप्रत्ययान्तस्य आकारस्य लोपः भवति. अत्र सूत्रे तु अजादि हलादि इति किमपि न उक्तं, परन्तु तस्य अग्रिमसूत्रे ईहल्यगोः इति सूत्रेण स्नाप्रत्ययान्तस्य आकारस्य स्थाने दीर्घ इकारादेशः भवति हलादि कितिनिति सार्वधातुकप्रत्यये परे. अतः क्रियादिगणे अजादि अपित्सु स्नाप्रत्यय स्नाभ्यस्तयोः अतः इत्यनेन आकारस्य लोपः, हलादि अपित्सु ईहल्यगोः इत्यनेन ईकारादेशः भवति इति तत्र सूत्रद्वयं वर्तते. गतवर्गे क्रीधातोः रूपाणि कथं भवन्ति इति अस्माभिः रूपाणि दृष्टानि. तर्हि इदानीम् आत्मनेपदिरूपमपि अस्माभिः आत्मनेपदिरूपं न दृष्टं खलु, दृष्टं वा, दृष्टं खलु, आत्मनेपदि अपि दृष्टम् इति मन्ये. आमाम्, आत्मनेपदि अपि दृष्टम्. इदानीं तत्र विशेषः इति ततः आरभ्य वयं पश्यामः. हि प्रत्यये परे तत्र किं भवति इति तत्र पश्यामः. तत्र किं सरस्वती भगिनी पठितुमिच्छति वा? नमस्ते भगिनी, विजयलक्ष्मी. नमस्कार भगिनी. सरस्वती भगिनी पठति वा? आं भगिनी. विशेषः हि प्रत्ययः. अत्र लोट्लकारस्य मध्यमपुरुष एकवचने धातूनां समूहद्वयं वर्तते, हलन्तधातवः अजन्तधातवः च. अजन्तधातवः सामान्याः, हलन्तधातवः अपवादभूताः च. धातुः अजन्तः चेत् सामान्यक्रमः. हि प्रत्यया हलादि अपित् हलाद्यपित् सेर्यपिच्च इति सूत्रेण. यथा अग्रे पठित्वा एकवारमेव वदामि न वा भगिनी? आमाम्, अग्रे पठितवान्. यथा क्रीणा योगहि हलादिषु अपित्सु श्नाप्रत्ययस्य आकारस्थानी ईकारादेशः ईहल्यगोः इति सूत्रेण. क्रीणीहि योगहि अतः क्रीणीः. तथैव न्या जान जानीहि, मी मीनीः, प्री प्रीणीः, ध्रु ध्रूणीः, ह्रु व्रूणीः. एतावत्पर्यन्तं पर्याप्तं वा भगिनी? हा हा, एकवारं वदतु किमस्ति इति, ततः अग्रे अनन्तरं गच्छामः. तर्हि इदानीं लोट्लकारस्य मध्यमपुरुष एकवचनस्य विषये चर्चामस्ति. तर्हि अत्र समूहद्वयं भवति. एकः तु एकः अस्ति हलन्तधातवः, द्वितीयः अजन्तधातवः. तर्हि अजन्तधातवः सामान्यः, हलन्तधातवः अपवाद भवन्ति. तर्हि यदि अजन्तधातु अस्ति तर्हि सामान्यक्रमः अस्ति. इत्युक्ते हि इत्युक्ते हि प्रत्ययः हलादि अपित् हल् आदि अपित् अस्ति. यतोहि सेर्यः पिच्च तत् अपित् करोति. सकारस्य स्थाने हि प्रत्ययः आगत्य तद् अपित् अपि भवति. अतः हलादि अपित् भवति. अतः क्रीणायोग हि इदानीं हलादि अस्ति, हलादि अपित् अस्ति. अतः प्रत्ययस्य अकारस्थाने ईकारादेश, इत्युक्ते हि हल् ई हल्यगोः इत्यनेन सूत्रेण आकारस्य स्थाने ईकार भवति. अतः क्रीणी योग हि क्रीणीः भवति. एवमेव यदि न्या अस्ति तर्हि न्या जा धातुतः जानीः भवति. पुनः मी अस्ति तदा मीनीः, मी मीना भवति. प्रथमतया तु श्ना अस्ति विकरणप्रत्यये, अतः शकारस्य लोपः भूत्वा तत्र न अवशिष्यते. अतः मीना भवति. पुनः हि भवति, अतः हलादि अपित् अस्ति. अतः पुनः मीना अत्र आकारस्य स्थाने ईकार ई हल्यगोः इत्यनेन सूत्रेण ई भूत्वा, दीर्घ ई भूत्वा मीनीः भवति. एवमेव प्रीणीः अत्र णत्वम् अपि भवति, अट्कुप्वं व्यवायिपि अनेन इत्यनेन सूत्रेण. द्रूणीः पुनः तत्रापि णत्वं भवति. व्रु व्रूणीः अत्रापि णत्वं भवति. समीचीनं भगिनी, समीचीनं. ततः अग्रे पठतु एकवारं सूत्रं. परन्तु हौ परे हलन्तधातुपूर्वकः यः श्ना, तस्य स्थाने शानच् आदेशः भवति, अनुबन्धलोपे आन् इति आदेशः. परन्तु हौ परे चानच् आदेशः भवति अनुबन्धलोपे आन भवति न वा तर्हि अत्र सूत्रमस्ति हलः श्नः शानझौ हलः शः शानझौ हल् उत्तरस्य श्नास्थाने शानच् आदेशः भवति हि प्रत्यये परे हल् उत्तरस्य श्नास्थाने शानच् आदेशः भवति शानच् इत्यस्मिन् शकारलोपे लशक्वतदिति इति सूत्रेण चकारलोपः हलन्त्यम् इति सूत्रेण आन अवशिष्यते झलां झषोऽन्ते झयोः अन्यतरस्यां इत्युक्ते झयः उत्तरस्य हकारस्य पूर्णसवर्णादेशः इत्याभ्यां शानच् योगहौ अत्र शानच् झौ भवति चकारस्य स्थाने जकार तथा हकारस्य स्थाने झकार हलः पञ्चम्यन्तं श्नः षष्ट्यन्तं शानच् प्रथमान्तं हौ सप्तम्यन्तम् अनेकपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णं हलः श्नः शानच् हौ भगिनी अत्र धातुः कः तदेव अहं न ज्ञातवती न अत्र हलन्तधातोः हलन्तधातु पूर्वकः हौ हि प्रत्ययात् पूर्वं हलन्तधातुः अस्ति चेत् अनेन सूत्रेण अनादेशः भवति अस्तु हलन्तधातुः अस्ति चेत् परन्तु अत्र तु त्र्यादिगणे श्ना भवति न विकरणप्रत्यये तर्हि कदापि भवति वा हलन्त श्नाभ्यस्तयोः अतः अपि च ई हल्यगोः इति सूत्रं भवति खलु श्नाभ्यस्तयोरतः आकारस्य स्थाने आकारलोपः भवति तदा पुनः तद् हलन्त भवति अतः एतस्य वा कार्यम् न अत्र श्ना प्रत्ययस्य स्थाने आन आदेशः भवति खलु हल् उत्तरस्य श्नास्थाने आन आन इति आदेशः भवति अतः श्नाभ्यस्तयोः अतः इत्यस्यापि प्रसङ्गः नास्ति वस्तुतः ग्रह्योगः ग्रह्योगः हि इति उदाहरणं पश्यति चेत् स्पष्टं भवति अस्तु अग्रे पठानि वा पठतु सूत्रं पठतु ध्येयं यत् क्र्यादिगणे अङ्गम् अनदन्तम् अतः हि लोपः न भवति परन्तु यदा श्नास्थाने शानच् आदेशः भवति तदा अङ्गम् अदन्तं जातं यतः शानच् आन अकारान्तः प्रत्ययः अतः आन इत्यस्य योजनेन हि लोपः लुक् भवति अस्तु क्र्यादिगणे तु अनदन्तम् अङ्गम् अस्ति अदन्तम् अङ्गम् अस्ति अतः हि लोपः न भवति परन्तु श्नास्थाने यदि शानच् आगच्छति तर्हि लशको तदिते अनेन शकारस्य लोपः चकारस्य हलन्त्यम् अतः आन एव अवशिष्यते आन अकारान्तप्रत्ययः भवति अतः आन आनयोजनेन अकारान्त अभवत् अतः हि लोपः भवति इत्युक्ते लोक् भवति अतो हेः सूत्रेण सम्यक् न वा भगिनी अतो हेः सूत्रेण लोपः भवति अतः अत्र उदाहरणमपि दत्तमस्ति ग्रहधातुतः ग्रहयोगः हि अतः ग्रहयोगश्नायोग हि इदानीं धातु हलन्तधातु अस्ति अतः श्नास्थाने शानच् आगच्छति इत्युक्ते हलः श्नः शानझौ इत्यनेन सूत्रेण श्नास्थाने आदेशः भवति शानच् अस्य अतः ग्रह योगशानच् योग हि भवति तत्र अनुबन्धलोपे अनेन आन भवति इदानीं ग्रह आनयोग हि निति सम्प्रसारणम् अत्र हि अस्ति अपित् अस्ति अतः अपित् नित्वत् भवति अतः निति अतः कार्यं भवति सम्प्रसारणस्य अतः ग्रहस्थानि गृह भवति गृहयोग आन हि मेलनेन वर्णमेलनेन गृहान् भवति, गृहान् योगहि अङ्गम् अदन्तम्, इदानीं गृहान् अतः अकारन्त अस्ति, अत्र अदन्तम् अस्ति, अतः लोप अतोहेः इति सूत्रेण लोप भूत्वा तत्र गृहान् भवति, अत्र पुनः णत्वं भूत्वा गृहान् भवति. सम्यक्, समीचीनं भगिनि, समीचीनं. तर्हि इत्युक्ते अत्र क्रियादिगणे वर्गद्वयम् अस्ति, ही प्रत्यये परे अजन्तधातुः हलन्तधातुः, इत्युक्ते श्नाप्रत्ययात् पूर्वं, श्नाप्रत्ययात् पूर्वं धातुः हलन्तः वा अजन्तः वा इति. यदि धातुः अजन्तः अस्ति, क्री इति धातुः अजन्तः अस्ति, श्नाप्रत्ययं योजयित्वा क्रीणा इति अस्ति, क्री धातुः अजन्तः अस्ति इति कृत्वा अत्र ही प्रत्ययस्य स्थाने श्नाप्रत्ययस्य स्थाने आन इति आदेशः न भवति, अतः क्रीणायोगः हि अत्र ईहल्यगोः इत्यनेन क्रीणीः इति रूपं लभ्यते. ज्ञा इति धातुः विषये अपि एवमेव अस्ति, जानीहि मीनिः इत्यादीनि रूपाणि तत्र. परन्तु श्नाप्रत्ययात् पूर्वं हलन्तधातुः वर्तते चेत् तदानीं हलः श्नः शानझौ इति सूत्रेण श्नाप्रत्ययस्य स्थाने शानच् इति आदेशः भवति हौ परे. तर्हि इदानीं तत्र शोभा भगिनी, भवती सूत्रं स्वीकृत्य सूत्रस्य सूत्रार्थः कः, अनुवृत्तिसहितसूत्रे किम् अस्ति इति एकवारं प्रतिपादयतु. आं भगिनि, तत्र हलः श्नः शानझौ इत्युक्ते हल् उत्तरस्य श्नास्थाने शानच् आदेशः भवति हि प्रत्यये परे. तर्हि तत्र हल् उत्तरस्य श्ना भवेत् इति एकं निमित्तं, तस्य स्थाने शानच् आदेशः तदा भवति यदा परे हि इति प्रत्ययः वर्तते इति. तर्हि तत्र इदानीम् अनुवृत्तिसहितसूत्रं वदति, तत्र अनुवृत्तिः न, किन्तु सूत्रं स्वयं सम्पूर्णं हलः श्नः शानच् हौ इति. तर्हि तत्र अनुवृत्ति इति उक्तवती खलु भगिनी, अनुवृत्ति किं भवति इति. अनुवृत्ति इत्युक्ते अत्र सूत्रं स्वयं सम्पूर्णं चेत् तत्र सूत्रार्थः कः इति एव अर्थः. अनुवृत्तिः भवतु अनुवृत्ति नास्ति भवतु, अस्तु. सूत्रार्थः तत्र हलः श्नः इत्युक्ते तत्र हल् अन्तरस्य, हल् उत्तरस्य क्षमताम् एव श्ना इति प्रत्ययः भवेत्. तर्हि तत्र श्नः इति षष्ठी भवति, हलः श्नः. किन्तु श्ना इत्यस्य श्नः इति कथं भवति इति चेत्, हलः श्नः तत्र हलः इत्यस्य कार्यः हल् हल् इत्यस्य तत्र हलन्तम् अस्ति, अतः तत्र हलः इति षष्ठी वा पञ्चमी वा, हलः श्नः हलात् श्ना प्रत्ययात् इति भवति वा, न शानच् तदेव वा, पञ्चमी. हल् इत्यस्मात् उत्तरात् श्ना इत्यस्य तत्र प्रायशः खलु, हा, हला इत्यस्मात् श्नः तत्र तु स्थानी भवेत् श्नः, अतः षष्ठी भवति. किं भगिनि, श्नः इत्यस्य का विभक्तिः? तत्र श्नः इत्यस्य एव षष्ठी भवति, यतोहि स्थानी भवति. आकारान्तशब्दस्य श्नः इति रूपं, षष्ट्यन्तरूपं विश्वपा, विश्वपा. अस्तु, सत्यं सत्यं. तत्र तर्हि तेन श्नः इति ह्रस्वः अभवत्. अस्तु, श्ना इति श्नः इति भवति. अस्तु, तर्हि हलः पञ्चमी, श्नः इति षष्ठी, स्थानी भवति. तत्र शानच् इति अनेकालादेशः भवति. अनेकालादेशः इति कृत्वा अनेकाल् सर्वस्य इत्यनेन सम्पूर्ण श्ना इत्यस्य स्थाने शानच् इति आदेशः भवति तत्र. तत्र हौ इत्यस्य का गतिः? हौ इति तु हि इत्यस्य सप्तमी, यथा तत्र हरि इत्यस्य हरौ इति भवति. सूत्रस्य अन्वयः कथं भवति? तर्हि तत्र प्रथम भवेत् हलः श्नः शानच् न न हा हौ हौ इति सप्तमी तत्र परनिमित्तं खलु पञ्चमी अस्ति षष्ठी अस्ति सप्तमी अस्ति आम् आम् पञ्चमी इत्यस्य अनन्तरं कार्यं सप्तमी इत्यस्य पूर्वं कार्यं पूर्वं तत्र द्वयोः अपि अन्वयः भवति खलु सामान्यतया सप्तमी चेत् पूर्वकार्यम् इति तु सिद्धं किन्तु तत्र पञ्चमी अपि अस्ति यतोहि तत्र हल् वर्णः अपि भवेत् खलु हलन्तधातुः भवेत् हलन्तधातुः हल् अपि अस्ति हा अतः तत्र पञ्चमी स्वीकरणीयं भवति अपि च हौ परे अपि भवेत् इति कृत्वा तत्र सप्तमी अपि आवश्यकम् तर्हि इदानीम् एकवारं ग्रहधातोः रूपं परिशीलयतु प्रतिपादयतु किञ्चित् किमस्ति हा तत्र ग्रह इति इदानीं हलन्तधातुः हलन्तधातुः हल् उत्तरस्य श्नास्थाने ग्रह्योगः तत्र श्ना योगः हि तर्हि तत्र इदानीं निमित्तानि पूरितानि हलन्तधातुः तस्य उत्तरे उत्तरो उत्तरवर्ती श्ना इति विकरणप्रत्ययः तस्मात् परं हि इति प्रत्ययः तर्हि ग्रह् इति किं तत्र हलः इत्यस्य ग्रह् इति पूरितं स्नः तत्र श्ना इति अस्ति तस्य तस्मात् अपि च शानच् भवेत् तत्र श्ना इति इदानीं स्थाने भवति तत्र हि हि अस्ति हौ इति तर्हि तत्र हलः श्नः शानज्झौ इति सूत्रेण ग्रह् इत्यस्मात् परम् इदानीं तत्र श्ना इत्यस्य शानच् आदेशः तर्हि ग्रह्योगः शानच् योगः हि तदनन्तरं शानच् इत्यस्य तत्र आना इति एव तिष्ठति ग्रह्योगः आनयोगः हि इदानीं नितिसम्प्रसारणम् इति भूत्वा किं भवति तत्र नितिसम्प्रसारणमिति गृह्योगः हा तर्हि तत्र गृह् इत्यस्य रेफस्य स्थाने रु आदेशः गृह् योगः आनायोगः हि गृहाना इति भवति रूपं गृहानायोगः हि अङ्गम् अदन्तं तर्हि तत्र गृहाना इति अङ्गम् अदन्तम् अतः हि लोपः अतो हेहे इत्यनेन हि लोपः भवति तर्हि तत्र केवलं गृहाना इति एव तिष्ठति तत्र गृ इत्यस्य ऋकारात् परं हकारः आकारः तर्हि तत्र अट्कोप्वाङ् नुं व्यवा एपि इति सूत्रे स्वीकृतानि तेषां व्यवाये अपि णत्वं भवति इति तयोः तर्हि न इत्यस्य णत्वं भवति अपि च गृहाणा इति अन्तिमरूपं सिध्यति भगिनी तत्र रेपस्य स्थाने ऋकार आदेशः इति उक्तवती सम्प्रसारणं सम्प्रसारणकार्यं सम्पूर्णतया एकवारं प्रतिपादयतु ओके अस्तु तत्र रेफस्य सम्प्रसारणं कदा भवति इत्युक्ते अनिदितां फल उपधायाः इति अस्ति सूत्रम् अस्तु न न न क्षमताम् एकक्षणं भगिनि सम्प्रसारणम् अस्मिन् गणे ग्रहिज्या क्षमतां विस्मृतं ग्रहिज्या एकवारं पठामि ग्रहिज्या वयि व्यधि वष्टि विचति वृच्छति पृच्छति बृज्छतीनां निति च इति तर्हि तत्र आरम्भे एव अस्माकं धातुः ग्रहि इति सूचितं तत्र ग्रहि इत्यस्य ग्रह् इति तेन सूत्रेण भवति किति निति परे इति उक्तं तर्हि अस्मिन् उदाहरणे किम् अस्ति तत्र निति निति इति तत्र हि नितिसम्प्रसारणं तत्र तु हि इति तर्हि तत्र इत्यस्य अनन्तरं किम् अस्ति किं भगिनि ग्रह इत्यस्य अनन्तरं किम् अस्ति ग्रह इत्यस्य अनन्तरं तत्र विकरणप्रत्ययः तस्य इदानीम् आना इति रूपं इत्युक्ते तत्र अजादि प्रत्ययः तर्हि सः प्रत्ययः किं पित्वा अपित्वा किम् अस्ति अजादि अस्ति चेत् अपित् अस्ति सार्वधातुकम् अपित् इत्यनेन निद्वत् भवति अतः निति इति वक्तुं शक्नुमः तत्र अस्तु हा गृह किं ग्रह इत्यस्य अनन्तरं नित् अस्ति नित् प्रत्ययः अतः तेन इदानीम् अस्माकं यदा सूत्रं पठितं ग्रहिज्या इति एतेन सूत्रेण निति सम्प्रसारणं भवति तर्हि रेफस्य स्थाने ऋकारादेशः भवति तर्हि ऋकारस्य अनन्तरं किं भवति इत्यपि वदतु एकवारम् कस्य स्थाने ऋकारः तत्र उपद् गरः उपधायां स्थितस्य रेफस्य ऋकारः उपधायां न उपधायां कः वर्णः ग्रह् इत्यत्र उपधायां कः वर्णः गकारः रेपः गृ अकारः अस्ति क्षम्यतां गृह् इति अकारः तर्हि उपधा नास्ति तत्र किं वदनीयं तत्र रेपस्य स्थाने अकारः तर्हि अकारः अपि अस्ति खलु अकारः अपि अस्ति ओ तस्य गा गतिः तर्हि तत्र अतो लोपः वा न कुत्र अस्ति अतोलोपः नास्ति अत्र तत्र अकारस्य का गतिः अस्तु हा इदानीं ग्रा इति गृ इति अभवत् किन्तु अकारः इदानीमपि अस्ति तत्र अस्तु तत्र विजयलक्ष्मी भगिनी किञ्चित् वदति वा अकारस्य का गतिः सम्प्रसारणाच्च इति सूत्रेण ऋकार अकारयोः पूर्वपरयोः ऋकारः एव तिष्ठति अकारः पूर्वरूपादेशः पूर्वपरयोः एकः आदेशः अस्तु तत्र पूर्वपरयोः पूर्वरूपादेशः तर्हि इदानीं गकारः ऋकारः अकारः तर्हि ऋकार अकारयोः पूर्वपरयोः पूर्वरूपादेशः तर्हि ऋकारः एव आदेशः तत्र हा इदानीं किं तत्र सम्पूर्णतया विवरणम् अभवत् अस्तु अस्तु समीचीनं सम्यक् धन्यवादः भगिनी तर्हि इदानीं किञ्चित् अग्रे गच्छामः विजयलक्ष्मी भगिनी अग्रे पठति वा अतो हे हे आं पठामि भगिनि अतो हे हे अतो हे हे ह्रस् संख्या न पठामि ह्रस्व अकारात् अङ्गात् परस्य हि इत्यस्य लुक् लोपः भवति अतः पञ्चम्यन्तं हेः षष्ट्यन्तं द्विपदम् इदं सूत्रं चिणो लुक् इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अत्र अङ्गात् भवति विभक्तिपरिणामः इति सिद्धान्तेन अनुवृत्तिसहितसूत्रम् अतः अङ्गात् हे हे लुक् इदानीं गृहाणा इति अभवत् खलु हलः श्नः श्रानछौ इति सूत्रेण श्नः इत्यस्य स्थाने श्रानच् प्रत्ययः सम्पूर्णतया आयाति अपि च गृह इति धातोः अदन्तं शानच् योगे अदन्तम् अङ्गं किं भवति अङ्गं भवति अतः हि इत्यस्य लोपः भवति केन सूत्रेण अतो हे हे इति सूत्रेण अकारान्त अङ्गं ह्रस्व अकारात् अङ्गात् परे हि इति प्रत्ययस्य लोपः भवति अतो हे हे इति सूत्रेण अत्र अतो इति अतः इति तस्य पञ्चम्यन्तं हे इत्यस्य षष्ट्यन्तं द्विपदम् इदं सूत्रमस्ति. अत्र अङ्गस्य इति अधिकारः वर्तते. चिणो लुक् इति सूत्रेण लुक् इत्यस्य अनुवृत्तिः भवति. अपि च अङ्गस्य इत्यस्य अनुवृत्ति यदा भवति विभक्तिपरिणामः अपि भवति. अङ्गात् इति भवति अनुवृत्तिसहितसूत्रं भवति. अतः अङ्गात् हे लुक् भवति. इत्युक्ते ह्रस्व अकारान्त अकारान्तात् अङ्गात् परे हि प्रत्ययस्य लुक् भवति इति सूत्रस्य अर्थः. अग्रे पठानि वा? आमाम् अवश्यम् अवश्यम्. यथा मुष् योगः शानच् योगः हि. मुष् इत्यत्र षकारः हलन्तम् अस्ति इति कृत्वा श्ना इत्यस्य स्थाने शानच् आयाति. मुष् योगः आन शानच् इत्यत्र आन इति एव अवशिष्यते. हि प्रत्ययः मध्यमपुरुष एकवचने. अत्र मुष् योगः आन योगः हि इत्यत्र मुषान योगः हि. हि इत्यस्य लोपः भवति अतो हे इति सूत्रेण. अपि च षकारः अस्ति इति कृत्वा नकारस्य दन्त्यनकारस्य मूर्धन्य णकारादेशः भवति. अट् कुप्वाङ्नुं व्यवाये अपि इति सूत्रेण. तथैव मृद् योगः आन योगः हि मृदान. अत्र नत्वं न भवति यतोहि दकारः अट्कुप्वाङ् सूत्रे नास्ति. व्यवाये दकारः भवति चेत् नत्वं न भवति. बध् योगः आन योगः हि बधान. मथ् योगः आन योगः हि मथान. ग्रथ् योगः आन योगः हि ग्रथान. पुष् योगः आन योगः हि पुषाण. कुथ् योगः आन योगः हि उत्थान इति क्रयादिगणस्य समग्रं चिन्तनम्. अधुना क्रयादिगणीयेषु यः कोऽपि भवतु, नाम सार्वधातुकलकारेषु, वयं सर्वाणि रूपाणि जानीमः. तावदेव. समीचीनं भगिनि, बहु सम्यक् सम्यक्. इत्युक्ते आहत्य अत्र सूत्रद्वयं दृष्टं क्रयादिगणे, स्नाभ्यस्तयोः आतः ई हल्यगोः इति सूत्रद्वयं दृष्टम्. इदानीं तत्र तृतीयं सूत्रमस्ति हलः श्नः शानजौ. तेन सूत्रेण हलन्तधातुतः स्नाप्रत्ययस्य आन आदेशः भवति, शानजाने आदेशः आन इति अवशिष्यते. तर्हि आन इति प्रत्ययं योजयित्वा अङ्गम् अदन्तम् इति कृत्वा हि इति प्रत्ययस्य लुक् भवति अतो हे इत्यनेन. तर्हि यत्र यत्र आन इति आदेशः भवति सर्वत्र अतो हे इत्यस्य प्रसङ्गः भवति. हि इति प्रत्ययस्य लुक् अपि भवति. अतः एव इदानीं गृहाण मृदान बदान मतान इति रूपं लभ्यते. यदि वयं बदान इति रूपं पश्यामः तदानीम् अस्माकं कदाचित् संशयः जायते, इदं रूपं शानज् प्रत्ययान्तरूपम् अस्ति वा, तत्र कीदृशरूपम् अस्ति इति. इत्युक्ते तत्र अत्र कः भेदः शानज् प्रत्ययस्य, अपि च शानज् प्रत्ययेन यदा शानज् प्रत्ययस्य योजनेन यद्रूपं लभ्यते, अपि च अत्र यद्रूपम् अस्ति, अनयोः भेदः कः? भेदः अस्ति वा? तत्तु कृदन्तम् अस्ति शानच् खलु. हा कृदन्तम् अस्ति सत्यं, परन्तु इदानीं मृदान इति अहं वदामि, अपि च शानजन्तरूपम् अहं वदामि चेत् रूपं श्रुत्वा कृदन्तं वा न वा इति कथं जानीमः? इत्युक्ते शानजन्तरूपम् एकं वदतु. शयान शयानः शयानः अपि च बदानः बदान अनयोः भेदः कः किम् एकरूपम् एकरूपं सुमन्तम् अन्यरूपं तिनन्तम् तत्तु अस्ति परन्तु रूपम् एव दृष्ट्वा कदाचित् अस्माकं भ्रमः भवितुमर्हति इदं रूपं स्थानजन्तरूपम् अस्ति वा इति भ्रमः भवितुमर्हति खलु प्रसङ्गं दृष्ट्वा एव प्रसङ्गं दृष्ट्वा तु एकमस्ति अपि च तत्र विभक्तिः न श्रूयते तिङन्तम् अस्ति चेत् विभक्तिः न श्रूयते इति भेदः श्रूयते खलु इति महान् भेदः अस्ति इदानीं स्त्रीलिङ्गपदम् अस्ति चेत् बदाना अथवा तत्र शयाना इति वदति चेत् शयाना इति वदति तदानीं तत्र स्त्रीलिङ्गरूपम् अस्ति इति वयम् अवगन्तुं शक्नुमः तेन वयम् अवगन्तुं शक्नुमः तत्तु कृदन्तं रूपम् अस्ति इति परन्तु अत्र बदाना इति वयम् अहं वदामि चेत् तत्र विसर्गः नास्ति स्त्रीलिङ्गपदमपि नास्ति अतः अत्र तिङन्तपदम् इति वयं ऊहयितुं शक्नुमः खलु विशेषणरूपेण प्रयोगः भवति खलु हा तत् विशेषणरूपेण प्रयोगः अपि भवति इति अपि अस्ति आम् सत्यम् इति प्रसङ्गमपि वयं द्रष्टुं शक्नुमः अपि च रूपं दृष्ट्वा अपि ऊहां कर्तुं शक्नुमः तर्हि तर्हि इदानीम् एकं रूपं स्वीकृत्य ग्रहधातोः रूपाणि एकवारं वदामः तर्हि तत्र कः वदति विजयाभगिनी वदति वा ग्रहधातोः रूपाणि सूत्रसहितम् आं महोदय विजयभगिनी वदतु आम् आं महोदय अत्र गृहधातु अस्ति ग्रह इति भवति प्रथमम् अत्र इदानीमेव दृष्टवन्तः क्रियादिभ्यः स्ना इति अतः तत्र ग्रहयोगः स्नायोगः ति इति अस्ति प्रथमपुरुष एकवचनविवक्षायाम् अनन्तरमत्र ग्रहीजा वै व्यधि वस्ति विच्छति अनन्तरं वृच्छति भृचतीनां न न इदानीं लट्लकारस्य रूपाणि वदतु एकवारं रूपाणि एव वा अस्तु सूत्रसहितं गृह्णाति गृह्णा गृह्णाति सूत्रसहितं ग्रहयोगः स्नायोगः इति किं भवति तत्र इदानीं गृह्णाति इति भवति खलु महोदय गृह्णाति वदतु एकवारं रूपं कथं भवति इति वा कथं भवति इति वा ग्रहयोगः स्नायोगः ति भवति इदानीमत्र ग्रहीजा वै व्यधि इति सूत्रेण सम्प्रसारणं भवति अतः तत्र रेफस्य स्थाने ऋकारः भवति गृह् इति भवति अनन्तरम् अत्र स्ना इत्यनेन शकारः तु लशपतति इत्यनेन केवलं रेपस्य स्थाने ऋकारः तस्य अनन्तरम् अकारः अपि अस्ति खलु आम् एतत्तु सम्प्रसारणा च इत्यनेन अत्र पूर्वरूपमेव तिष्ठति अतः तत्र गृह् एव सम्यक् अनन्तरम् इदानीम् अत्र स्ना इत्यस्य शकारः इति भवति ना एव तिष्ठति इदानीं गृह्योगः ना योगः ति भवति अनन्तरम् अत्र मध्ये अत्र किम् अस्ति आम् दन्त्यनकारस्य स्थाने मूर्धयनकारः अटकुपवम्नं व्ययवायेऽपि इति सूत्रेण मूर्धयनकारः आगत्य गृह्णाति इति रूपं भवति अन्तिमवारम् अनन्तरम् अनन्तरम् अत्र सीतः अन्ति सः इति अस्ति अत्र इदानीं विशेषणतया अत्र इ ई गोः इति सूत्रमागत्य अत्र न इति अस्ति न तस्य स्थाने दीर्घ आकारस्य स्थाने दीर्घ ईकारः भवति अतः तत्र गृह् नी इति भवति तः इति अस्ति तः तत्रापि नी स्थाने दन्त्यनकारस्य स्थाने मूर्धन्य नकारः आगत्य गृन् गृह्णीतः गृह्णीतः इति भवति गृह्णी इत्यत्र गृह्णी इत्यत्र गुणः भवितुमर्हति वा पूर्वं वयं दृष्टवन्तः अत्र किं भवति न एतत्तु अपित् अस्ति खलु महोदय हलादि अपित् अतः नित्वत् भवति गुणनिषेधः भवति अतः गुणकार्यं न भवति इदानीम् अत्र गृह्णीतः इति भवति अनन्तरम् अत्र अन्ति अस्ति अन्ति अजादि अपित् अस्ति अतः अत्रापि गुणकार्यं न भवितुमर्हति तदेव भवति गृह्योगः गृह्णन्ति इति भवति अटुकुपवाङ्नं व्ययवायेपि इत्यनेन दन्त्यनकारस्य स्थाने मूर्धने नकारः भूत्वा गृह्णन्ति इति भवति न अत्र अत्र कुत्र अस्ति दन्त्यनकारः कस्मिन् विषये वदति न इति अस्ति खलु श्ना इत्यस्य अस्तु अस्तु अस्तु अन्ति इत्यत्र यः इत्यत्र यः दन्त्यनकारः अस्ति तस्य णत्वं भवति वा न तत् स्थाने तु नच्च पदान्तस्य जले अनन्तरम् अनुस्वारस्य यै परसवर्णकार्यं भूत्वा अत्र प्रथमं नकारस्य अनुस्वारः भवति अनन्तरम् अनुस्वारस्य यै परसवर्णः इत्यनेन समीचीनं वा महोदय सम्यक् सम्यक् उत्तमं भगिनि समीचीनं बहु सम्यक् अग्रे अनन्तरं सि अस्ति तत् स्थाने अपि क्रियादिभ्यः न इति अनन्तरं ग्रहीजा एतत् कार्यं करोति गृह्णासि अनन्तरम् अत्र अटुकुपवाङ्नम् एतदपि कार्यं करोति पूर्वं वयं दृष्टवन्तः सम्प्रसारणाच इत्यनेन पररूपम् आदेशः भवति अतः तत्र अटुकुपवाङ्नं व्ययवायपि इत्यनेन दन्त्यनकारस्य स्थाने मूर्धन्य नकार सर्वत्र नकारः मूर्धन्य नकारः एव भवति अतः तत्र गृह्णासि इति भवति तदेव अत्र तः इति स्थाने गृह् इदानीं ई ऐ यगोः इत्यपि कार्यं करोति अतः तत्र दीर्घ आकारस्य स्थाने दीर्घ ईकारः भूत्वा गृह्णीतः इति भवति तदेव अत्र मध्यमपुत्रे बहुवचने गृह्णीत इति भवति अनन्तरम् अत्र उत्तमपुत्रे एकवचने नि अस्ति तत्रापि पूर्वं दृष्टवन्तः गृह्णामि गृह्णामि गृह्णाव गृह्णा न अत्र इदानीम् अत्र ई एल् एगोः इति कार्यं करोति अतः तत्र गृह्णीवः गृह्णीवः गृह्णीमः इति भवति उत्तमं भगिनि सम्यक् सम्यक् सम्यक् धन्यवादः इदानीं सूर्यकुमारी भगिनी लोट्लकारे वदति वा हा भगिनि अङ्गमस्ति प्रत्यय पित् अस्ति गृह्णातु थात् अपित् अस्ति गृह्णीतात् ई हल्यगोगो हल्यः हल्यगोः इत्यनेन गृह्णीतात् तं गृह्णीतं गृह्ण गृह्णीतं गृह्णीतं नकारस्य उच्चारणं प्रथमं गृह्णीतम् अन्तु अस्ति गृह्णीतां गृह्णीतं गृहं ताम् आम् बहुवचनमस्ति अन्तु अपित् अस्ति अजाद् अस्ति स्नाभ्यस्य रोरातः इत्यनेन आकारलोपः गृह्णन्तु हि प्रत्ययः तत्र हि स्नास्थाने स्यानचायाति गृह्णान स्यानचान भवति अजादिप्रत्ययः अस्ति न पुनः आरम्भतः वदतु एकवारं रूपं कथं भवति इति सम्प्रसारणं भवति सम्प्रसारणकारणेन गृह् भवति तत्र सम्प्रसारणचलो इत्यनेन अकारलोपः भवति गृह्योगः अकारलोपः इति ऋकार अकारयोः पूर्वरूपादेशः आमां क्षम्यतां गृहलादि अङ्गमस्ति हलः स्ना स्यानजौ इत्यनेन स्यानचाय स्नाप्रत्ययस्य स्थाने स्यानचायाति आना एव अवशिष्यते आना गृहान अजादि अङ्गम् अदन्तङ्गम् अस्ति अतो एः इत्यनेन हि लोपः भवति गृहाण भवति गृहाण इति नत्वमपि भवति अट्कुपु वाङ्मो न्यो एव अपि इत्यनेन नत्वं भवति हलादि अस्ति गृह्णीतात् भवति गृह्णीतं भवति गृह्णीत आनि अपि पित् अस्ति अजादिप्रत्ययः अस्ति प्रथमं सम्प्रसारणं भूत्वा गृह्णा भवति गृह्णा भवति गृह्णा योगः आनि गृह्णाणि भवति तत्र गृह्णाणि गृह्णानि णत्वं नास्ति तत्र गृह्णा तत्र णत्वमस्ति अन्ततो गत्वा यः णी अस्ति प्रत्ययस्य भागः तत्र णत्वं नास्ति खलु आं गृह्णानि किमर्थं णत्वं नास्ति तत्र किमर्थं णत्वं नास्ति तत्र निमित्तं किं तादृशनकारस्य नत्वार्थं निमित्तं किम् ऋकारः ऋकारः अस्ति खलु तर्हि अन्ततो गत्वा यः नकारः तस्य नत्वं भवेत् वा नत्वं न भवेत् भगिनि हा भवेत् खलु किमर्थं नास्ति भवेत् अट्कु वाङ्नु व्यवाये अपि तत्र कवर्गस्य स्ववर्गस्य व्यवधाने भवति चेदेव णकारः टवर्गस्य खलु नकार अस्ति चेत् न भवति भगिनि अस्तु सम्यक् अग्रे तत् अनन्तरम् अपि पित् अस्ति गृह्णाम सम्यक् समीचीनम् इदानीं लक्ष्मीभगिनी लङ्लकारे वदति वा मम कृते एकः प्रश्नः अस्ति पृच्छामि वा महोदय पृच्छतु भगिनि अत्र हि ऐयगोः इति सूत्रेण स्ना प्रत्ययस्य अभ्यस्तसंज्ञकधातोः इति अस्ति खलु, अत्र गृह्णाति इति अस्ति अभ्यस्तसंज्ञकधातुः, अत्र अभ्यस्तसंज्ञकधातुः स्थलद्वये भवति कार्यम् इत्युक्ते जुहोति अधिगणे अपि भवति इति अर्थः. ईहल्यगोः इत्यस्य कार्यं स्नाप्रत्ययान्तस्य कृते अपि भवति, अभ्यस्तसंज्ञकानामपि भवति, इत्युक्ते तत्र जुहोत्यादिगणे अपि भवितुमर्हति, अन्यत्र यत्र तत्र अभ्यस्तसंज्ञा अस्ति तत्र भवितुमर्हति. परन्तु अत्र अभ्यस्तसंज्ञकः भवति वा गृह इति धातुः? अत्र अस्ति भगिनि, अत्र सूत्रे कार्यद्वयम् अस्ति, एकं तु स्नाप्रत्ययान्तस्यापि भवति अभ्यस्तसंज्ञकस्य अपि भवति, अत्र तु अभ्यस्तसंज्ञकः अस्ति. धन्यवादः. अस्ति वा भगिनि? ओ लक्ष्मी भगिनी नास्ति, अस्तु. तर्हि उमा भगिनी वदति वा लङ्लकारम्? प्रयत्नं करोमि. ग्रह् धातु स्नाप्रत्यय परे अस्ति चेत् ग्रिस् आगच्छति, ग्रिस् प्लस् स्नाप्रत्यय देन् लङ्लकारस्य अडागम आगच्छति. सो अगृह्णात् अग्नीताम् अगृह्णन् मध्यमपुरुष अगृह्णः एकवारं तत्र मध्यमपुरुषे एकवचने पुनः एकवारं वदतु रूपाणि. प्रथमपुरुषे प्रथमपुरुषे अगृह्णात् अगृह्णाम् अगृह्णन् देन् अगृह्णः न अगृह्णः इति न, इत्युक्ते सूत्रसहित एकवारं वदतु, भवती अवगतवती वा न इति न जाने. सूत्रसहित मध्यमपुरुष एकवचने ओके प्रत्ययः प्रत्ययः अत्र क्रमेण वदतु भगिनि, धातुः कः, अडागमः भवति, अनन्तरं प्रत्ययः कः इति एकवारं वदतु. अडागमः आगच्छति, देन् धातु इस् गृह धातु आगच्छति प्लस् किमर्थं गृह आगच्छति प्लस् विसर्गः इति अगृह्णाः ओके अगृह्णाः अगृह्णाः अगृह्णाः सूत्रस्य द्विवचनमण्डले ई हलेगोसूत्रस्य ईकारः आगच्छति. सो अगृणीतम् अगृणीत देन् उत्तमपुरुषे वाम् अगृह्णाम अग्रिणीम अग्रिणीम ओके अस्तु सम्यक् अरुणा भगिनी वक्तुमिच्छति वा विधिलिङ्गकार अरुणा भगिनी श्रूयते वा आं श्रूयते वदतु धातु ग्रह् धातु ग्रह् क्रियादिभ्यः स्नः इत्यनेन स्ना प्रत्ययः आगच्छति तदनन्तरं सर्वे विधिलिङ्ग् प्रत्ययः पित् अस्ति यावत् यातां युः तदा विभक्ति प्रसारणं भवति भगिनि प्रश्न कृष्णायात् किं किं पुनः वदतु सम्प्रसारणं भवति अत्र न श्रूयते न श्रूयते भवान् न वदतु पुनः गृह् इति उक्तवती गृह् अनन्तरं सम्प्रसारणं गृह् न न गृह्णा इत्यत्र इदानीम् इतोपि एकं कार्यमस्ति गृह्णा योगः यात् इत्यत्र यात् इति प्रत्ययः कीदृशप्रत्ययः अपि तस्ति इकारः अस्ति हि अल्लयोः इति रूपेण तर्हि गृह्णीत गृह्णीयात् गृह्णीयात् गृह्णीयात् भगिनि अन्यानि रूपाणि गृह्णीयात् गृह्णीयुः मध्यं वर्षे गृह्णीयाः न गृह्ण गृह्णीयाः गृह्णीयाः गृह्णीयातं गृह्णीयात् उत्तमपुरुष गृह्णीया गृह्णीनायां गृह्णीयाव गृह्णीयाम सम्यक् बहु सम्यक् अस्तु अस्तु समीचीनं लक्ष्मीभगिनी भवती आगतवती पुनः मया पृष्टवती वक्तुमिच्छति वा काचित् दूरवाणी आगतं ततः अस्तु अस्तु नास्ति चिन्ता इदानीं कर्तरि लट् लकार ग्रहधातोः आत्मनेपदिरूपं वक्तुमिच्छति वा प्रयत्नं करिष्यामि भगिनि ग्रहधातोः आत्मनेपदिरूपाणि वा अस्तु तर्हि ते लट् लकारे ते आत्मीयते इति प्रत्ययः सिततिङ् प्रत्ययः तत्र गृह्णा इति अङ्गमस्ति गृह्णायोग ते इत्यत्र हलादि अपित् प्रत्ययः अस्ति अतः हलादि अपित् अतः ईहल्यगोः इत्यनेन आकारस्य ईकारादेशः भूत्वा गृह्णीते इति प्रथमपुरुषे एकवचने ते आते इत्यत्र तु हलादि नास्ति अजादि अपित् प्रत्ययः अस्ति अतः ईहल्यगोः न प्रवर्तते किन्तु अत्र स्नाभ्यस्तयोरातः इत्यनेन स्नाप्रत्ययस्य आकारः लुप्यते पुनः आते इति प्रत्ययस्य योजनेन गृह्णाते इति रूपं गृह्णाते गृह्णाते क्षम्यतां भगिनि अत्र सम्प्रसारणस्य विषये नोक्तं केवलं रूपाणि समीचीनं पूर्वमुक्तं पूर्वमुक्तम् अतः ततः परं गृह्णायोग अते इत्यत्रापि अजादि अपित् प्रत्ययः अस्ति इति कारणात् आकारस्य लोपः स्नाभ्यतयोरातः इत्यनेन गृह्णते गृह्णते इति बहुवचने रूपं ततः परं गृह्णायोग हि इति अत्र नूतनसूत्रं प्रवर्तते हलः नः स्थानजौ इति सूत्रेण तत्र निमित्तं किमस्ति क्षम्यतां भगिनि अत्र से इति अस्ति क्षम्यता अत्र से इति सिद्धतिङ् प्रत्ययः अस्ति अतः अत्रापि ईहल्यगोः इत्यनेन एव गृह्णी से पुनः आदेशप्रत्ययोः इत्यनेन शकारस्य शकारादेशः भूत्वा गृह्णीषे इति अन्तिमरूपं गृह्णीषे इति अन्तिमरूपं गृह्णायोग आथे इत्यत्र शाभ्यस्तयोरातः इति सूत्रेण आकारस्य लोपः गृह्ण आथे गृह्णाथे गृह्णाथे गृह्णायोगद्वे अत्र अत्रापि हलादि अपित् प्रत्ययः ईहल्यगोः इति सूत्रेण आकारस्य ईकारादेश गृह्णीध्वे इति रूपम् उत्तमपुरुषप्रत्ययेषु ये वहे महे अत्र गृह्णायोग ये अत्र किं स्यात् पित् प्रत्ययः अस्ति हलादिप्रत्ययः अस्ति तर्हि पित् अस्ति वा पित् नास्ति अपित् एव अस्ति अपित् प्रत्ययः अस्ति अजादिप्रत्ययः अस्ति तर्हि श्राभ्यस्तयोरातः इत्यनेनैव आकारस्य लोपः गृह्णायोग ये हा गृह्णे इति एव भवति रूपं वहे इत्यत्र गृह्णायोग वहे ईहल्यगोः ईकारादेशः आकारस्य गृह्णीवः गृह्णीवः इति रूपं गृह्णीवहे महे वहे क्षम्यतां गृह्णीवहे गृह्णीमहे इति अन्तिमरूपं बहुवचने अपि ईहल्यगोः इति सूत्रं प्रवर्तते सम्यक् सम्यक् समीचीनं तर्हि इदानीं सरस्वती भगिनी अग्रे लोट् लकारे वदति वा आं भगिनि आत्मनेपदेन वा आमां हा तर्हि आत्मनेपदे प्रत्ययः ताम् अतां अतां स्व अथां ध्वम् अयि आवहे आमहे एवमस्ति एवं सन्ति तर्हि अत्र तां तु गृह्णा तां हलादि अपित् अस्ति अतः ईहल्यगोः गृह्णीताम् आताम् अत्र अजादि अपित् अतः गृह्णा आकारस्य लोप श्राभ्यस्तयोरात्तः अतः गृह्णाताम् अतां पुनः अजादि अपित् अतः गृह्णाताम् श्राभ्यस्तयोरात्तः तदनन्तरं मध्यमपुरुष एकवचनं स्व तर्हि पुनः अत्र हलादि अपित् अतः गृह्णा ईहल्यगोः तः गृहिणी भवति गृहिणी स्व अत्र आदेशप्रत्ययोः तः गृहिणी श्व भवति स्व अथाम् अथां पुनः अजादि अपित् अतः आकारस्य गृह्णा मध्ये आकारस्य लोप श्राभ्यस्तयोरात्तः तर्हि गृह्णाताम् तदनन्तरं ध्वं ध्वं हलादि अपित् अतः गृह्णा गृह्णी भवति ईहल्य गृह्णीध्वं नकारस्य उच्चारणं प्रथमम् गृह्णीध्वं किं भवति भगिनि गृह्णीध्वं गृण् न् नकारः प्रथमतया गृह्णीध्वम् आं गृह्णीध्वम् इत्युक्ते हकार अस्ति ह नास्ति प्रथमतया नकारस्य उच्चारणम् अनन्तरं हकारस्य उच्चारणम् अतः गृह्णीध्वम् क्षम्यतां भगिनि, गृह्णीध्वम्, आम् सम्यक्, अस्तु धन्यवादः. गृह्णीध्वं तदनन्तरम् उत्तमपुरुषे ऐ आवहयामहे, सर्वे अपि अजादि अपित्सु, अतः गृह्णै गृह्णै तदनन्तरम् आवहि तत् एकनिमिष गृह्णा तदनन्तरम् ऐ अस्ति तर्हि गृह्णै गृह्णै सम्यक् न वा गृह्णै गृह्णावहे गृह्णामहे. वेरि गुड् ओके सम्यक् समीचीनम् अस्तु. इदानीं लङ्लकारः शोभभगिनी लङ्लकारः. आं भगिनि लङ्लकारे तत्र सर्वे अपितः त आताम् अत थाः आथां ध्वम् इ वहि महि. इदानीम् अडागमः तर्हि अगृह्णा इति अङ्गं भवति, गृह्णा इति अङ्गम् अगृह्णा. तर्हि तत्र अगृह्णा अपितः अपि हलादि अपित् अपि हलादि ता इति. तर्हि अपित्सु हलादिषु किं भवति, अस्तु हलादि अपित्सु ईकारः आकारस्य स्थाने ईकारः भवति. तर्हि अगृह्णा इत्यस्य अगृह्णी इति भवति, अगृह्णीता. द्विवचने आताम् अजादि, तत्र श्नाभ्यस्तयोरातः इत्यनेन आलोपः, तर्हि अगृण् इति भवति, अगृणाताम् इति. कथं भवति अगृणाताम् इति? एकक्षणं भगिनि. अस्तु अगृणाताम् अपि च अत इति तत्रापि अजादि, अतः तदेव कार्यम्. अगृह्णत अगृह्णा इत्यस्य अकारालोपः अगृह्णत. थाः हलादि, अतः तत्र अगृह्णा योगः थाः, तत्र हलादि अस्ति इत्यनेन आकारस्य ईकारादेशः ई हल्लघ्योः इति सूत्रेण. तर्हि अगृह्णीथाः इति भवति, अगृह्णाथां तत्र पुनः तत्र आकारलोपः अगृह्णथाम् अपि च ध्वं तत्र हलादि, अतः आकारस्य ईकारः अगृह्णीध्वं. तदनन्तरं ईकारः इदानीम् अजादि, अजादि इत्यतः आलोपः अगृह्णी अगृह्णी तदनन्तरं पुनः हलादि अगृह्णीव अगृह्णीवहि अगृह्णीमहि इति भवन्ति रूपाणि. एकवचने किमस्ति उत्तमपुरुषे? उत्तमपुरुषे अजादि इत्यतः आलोपः अगृण् अगृह्णि अगृण् हि. अस्तु अगृह्णि अस्तु सम्यक् अस्तु. इदानीं तत्र किं विधिलिङ्गकारे किं विजयलक्ष्मी भगिनी वदति वा? आं भगिनि. ईत इयताम् ईरन् ईथाः इयथाम् ईध्वम् ईय ईवहि ईमहि. अत्र गृह्णा योगः ईत आकारस्य लोपः भवति श्नाभ्यस्तयोर् आतः गृह्णीत गृह्णीत समानं गृह्णीयातां गृह्णीरन् गृह्णीथाः गृह्णीयाथां गृह्णीध्वं गृह्णीय गृह्णीवहि गृह्णीमहि. अस्तु, बहु सम्यक्, समीचीनं. तर्हि इदानीम् अग्रे तत्र क्रियादिगणे एकषष्टिधातवः सन्ति, ततः आरभ्य एकवारं पठतु. अहमेव वा? भवती एव पठतु. क्रयादिगणे एकषष्टिधातवः अजन्तधातवः षट्त्रिंशत् धातवः, सामान्याः अजन्तधातवः त्रयोदशधातवः, औपदेशिकधातुः अनुबन्धरहितधातुः अङ्गं लट्लकाररूपम् इति चत्वारः बिन्दवः. षी बन्धने अत्र धात्वादेः सहसः इति वा भगिनि? सि सीना सीनाति सीनीते इति सि इति औपदेशिकधातु, सीना इति अनुबन्धरहितधातु, सीनाति इति लट्लकाररूपं न, सीना इति अङ्गं, षी इति औपदेशिकधातु, अनुबन्धरहितधातु सि, सीना इति अङ्गं, लट्लकार परस्मैपदीरूपं सीनाति, आत्मनेपदीरूपं सिनीते इति. व्री वर्णे व्री इति औपदेशिकधातु, अनुबन्धरहितधातु अपि व्री इत्येव, अङ्गं व्रीणा इति भवति, णत्वं भवति, व्रीणाति अत्र केवलं परस्मैपदी अस्ति धातु, उभयपदी नास्ति. भ्री भये अनुबन्धरहितरूपमपि भ्री, भ्रीणा भ्रीणाति इति परस्मैपदीरूपं, शी हिंसायाम् अत्र शकारः हलन्त्यम् इत्यनेन अपगच्छति, क्षी इति अनुबन्धरहितधातु, क्षीणा रूपं भवति, क्षीणाति परस्मैपदी. अस्तु भगिनी, धन्यवादः. इदानीं तत्र विजया भगिनी अग्रे पठतु. आं महोदय, अत्र दुक्रीञ्ज् द्रव्य विनिमये इति अस्ति, क्री क्रीणा क्रीणाति, अत्र उभयपदिनः नास्ति, परस्मैपदिनः एव, अतः तत्र क्रीणाति इति भवति. क्रीञ्ज् परस्मैपदिनः इति न वक्तव्यं, परस्मैपदी परस्मैपदी एव. आम् प्रीञ्ज् तर्पणे इति अस्ति, प्री प्रीणा प्रीणाति प्रीणीते इति भवति उभयपदिनः. उभयपदी अत्र प्रीञ्ज् प्रीञ्ज् पाके इति अस्ति, प्री प्रीणा प्रीणाति प्रीणीते इति भवति. मी मीञ्ज् हिंसायां, मी मीना मीनाति मीनीते इति भवति. कुञ्ज् आप्रवणे इति नास्ति, पुनः एकवारं पठतु. अन्ते जकारः नास्ति, ञकारः अस्ति, सर्वत्र ञकारः, च च ज ञ कुञ्ज् आप्रवणे, कु कुणा कुणाति कुणीते इति भवति. युञ्ज् बन्धने जकारः नास्ति, ञकारः. युञ् बन्धने यु युना युनाति युनीते. नूञ्ज् शब्दे नूनाति नूनीते इति भवति. द्रूञ्ज् द्रूञ्ज् हिंसायां न, जकारः नास्ति भगिनि, कुत्रापि जकारः नास्ति, ञकारः अस्ति सर्वत्र. ञकारः द्रोण्य इति भवति, हिंसायाम् इति अर्थे द्रूणाति द्रूणीते इति भवति वृङ् संवक्तौ वृणा वृणीते इति भवति. अस्तु, सम्यक्. इति अत्र सर्वत्र वयं पश्यामः चेत् यथा गृह्णाति इत्यत्र रूपमासीत् तथैव गृहधातोः यथा रूपाणि तथैव अत्रापि रूपाणि कुत्रचित् उभयपदी कुत्रचित् परस्मैपदी. अस्तु, अग्रे उमा भगिनी अग्रे पठति वा विशेष अजन्तदातवः. विशेष अजन्तदातवः द्वित्रिंशद्दातवः स्वादि अन्तर्गण पुनि पवने पुना इति अङ्गं पुनाति पुनीते उभयपति लूयि छेदने लू लुना लुनाति लुनीते धुयि कम्पनि धू धू धुना धुनीते धुनाति धुनीते ज्ञा द्वयोहानौ ज्ञा जिना जिनाति इति सम्प्रसारणीत रि गतिरेशनयोः रि ऋणा ऋणाति ली लेशने ली विना विनाति ब्ली वरणे ब्ली विना विनाति प्ली गतौ प्ली प्लिना विनाति त्रूय आच्छादने तृ तृणा तृणाति तृणीते क्रीय हिंसायां कृणा कृणाति कृणीते व्री वरणे व्री वृणा वृणाति वृणीते त्रिहिंसायां त्रिणा कृणाति पृ पालनपूरणयोः पृ वृणा वृणाति व्री वरणे भरण इत्येके भ्री भृणा भृणाति भृ वत्सने भृ भृणा भृणाति मृ हिंसायां भृ भृणा भृणाति भृ विदारणे भृ भृणा भृणाति भृ वयोहानो भृ भृणा भृणाति अत्र हृतयुद्धातोः इत्यस्य कार्यं न भवति यतोहि फादीनां ह्रस्वः इति सूत्रस्य कार्यं नित्यमस्ति ऋतयिं धातोः इत्यस्य अपेक्षया. नृनये नृ नृणा नृणाति कृ हिंसायां कृ कृणा कृणाति ऋ गतौ ऋ सोरि ऋ ऋणा ऋणाति घृ शब्दे घृ घृणा घृणाति इति स्वादि अन्तर्गणः समाप्तः. समीचीनं भगिनि. इत्युक्ते कृपया म्यूट् करोतु. इत्युक्ते अत्र सर्वत्र पवादीनां ह्रस्वः इत्यनेन ह्रस्वत्वं भवति इति वयं द्रष्टुं शक्नुमः खलु. सर्वत्र दीर्घऋकारान्तानां ह्रस्वत्वं भवति इति कृत्वा अत्र वयं सर्वत्र वयं द्रष्टुं शक्नुमः अत्र ऋतधातोः इत्यस्य कार्यं न भवति. यद्यपि प्रसक्तिः अस्ति परन्तु तथापि न भवति अत्र, यतोहि यदि ऋतधातोः इत्यस्य कार्यं भवति तदानीं पवादीनां ह्रस्वः इत्यस्य अवसरः न लभ्यते खलु. यतोहि तत्र इत्युक्ते ऋतधातोः इत्यस्य कार्यानन्तरं पवादीनां ह्रस्वः इति भवितुमर्हति वा, अथवा इदानीं पवादीनां ह्रस्वः इत्यस्य कार्यं प्रथमतया भवति चेत् तदनन्तरं ऋतधातोः इत्यस्य कार्यं भवितुमर्हति वा? अत्र किं लक्ष्मीभगिनी चिन्तयतु, अनयोः बलबलचिन्तनं. इदानीं ऋत धातोः इति ऋकारं दीर्घऋकारस्य एव ह्रस्व इकारः इति ऋत धातोः सूत्रं वदति. इदानीं पादीनां ह्रस्वः अपि एतेषु धातुषु तत्रापि ऋ इति धातुः अस्ति, जृ इति धातुः, तत्र तेषां ह्रस्वत्वं शितिपरे इति उक्तम्. ऋतै धातोः यद्यपि कितिङित् किमपि नोक्तं, तथापि तस्य फलितार्थः तु कितिङिति परे एव कार्यं भवति इति अपि अस्ति. सूत्रसङ्ख्या द्रष्टव्यम् इदानीं. तथापि अत्र ऋतै धातोः इति न भवति, पादीनां ह्रस्वः एव भवेत्. शितिपरे एव कार्यं करोति इति उक्तत्वात् यत्र शित् परे अस्ति तस्य कार्यमेव भवति, अपि च पृथक् गणः उक्तत्वात् तस्य इतोपि वैशिष्ट्यं स्यात्, अपवादेन बलम् अधिकं स्यात् इति चिन्तयामि. ऋतै धातोः अपि च तत् किटिङ् इति परे एव कार्यं स्यात् इति अपि अहं स्मरामि. सूत्रसङ्ख्या इदानीं द्रष्टव्यम्. इत्युक्ते भवती किं वदति, पवादीनां ह्रस्वः एव भवति, ऋतै धातोः इति न भवति इति वदति खलु? आम्, शितिपरे. किमर्थं शित् अस्ति अत्र सूत्रे? पादीनां ह्रस्वः इति सूत्रं तु शितिपरे एव कार्यं करोति एकम्. अपि च यदि नास्ति चेत् अत्र गुणस्यापि प्रसक्तिः आसीत्, ऋतै धातोः इति सूत्रं यत्र प्रवर्तति तत्र सार्वधातुक अर्थधातुकयोः इति सूत्रस्यापि प्रसक्तिः स्यात्. तर्हि तत्र अस्माभिः एतादृशनिर्णयः कृतः यत् ऋतै धातोः इति सूत्रं केवलं कितिङ् इति परे एव कार्यं करोति इति. तर्हि अतः अत्र पादीनां ह्रस्वः इति सूत्रमेव पूर्वं प्रथमं कार्यं करोति इति चिन्तितवती. इति अस्तु, पवादीनां ह्रस्वः इति प्रथमं तया कार्यं करोति चेत् तत्पश्चात् ऋतै धातोः इति कार्यं करोति वा? समानकार्यमेव खलु. इदानीं पादीनह्रस्वः इत्यनेन अपि ह्रस्वत्वमेव अस्ति, तर्हि ऋतै धातुः इति ह्रस्वत्वं नास्ति, दीर्घत्वं नास्ति खलु, तर्हि अत्र तस्य कार्यमेव नास्ति खलु ऋतै धातुः? ऋतै धातोः इत्यस्य कार्यं किम् अस्ति? ह्रस्व इकारादेशः दीर्घ ऋकारस्य एव. तर्हि इदानीं जातः खलु, तर्हि सूत्रस्य प्रसक्तिः अपि न स्यात् इति भावयामि. इत्युक्ते दीर्घऋकारस्य ह्रस्व ऋकारादेशः जातः चेत् ऋतधातोः इत्यस्य प्रसक्तिः नास्ति इति उक्तवती. अस्तु, समीचीनम्. यदि ऋतधातोः इति प्रथमतया कार्यं करोति तदानीं पवादीनां ह्रस्व इत्यस्य कार्यं भवति वा? तथापि न भवति, इत्युक्ते ऋकारस्य स्थाने ह्रस्व इकार आदेशः जायते चेत् तत्तु पादीनां ह्रस्व इत्यनेन ह्रस्वत्वम्. ह्रस्वस्य ह्रस्वादेशः भवतु. तर्हि सूत्रं तत्र न, तत्र एतेषु धातुषु एव पादीनां ह्रस्वः इति द्वाविंशतिः धातूनाम् एव ह्रस्वत्वम् इति उक्तं खलु. इदानीं ऋकारस्य इकारादेशः जायते चेत् तत्र धातुत्वं वर्तते, किन्तु ऋ इति धातुः नास्ति, ऋ इति धातुः एव इकार तत्र किं विकृतावस्थायां भवेत् इति न उक्तं खलु? हा, इति नोक्तं. विकृतस्य अनन् किं किं तत्र एकदेशविकृतस्य अनन्यत्वात् इत्यनेन धातुसंज्ञा तु अस्ति. कृताकृतप्रसङ्गि वा भगिनि, वदतु किमस्ति? अत्र स्वादिनां ह्रस्वः अनन्तरं कार्यं करोति चेदपि कार्यं भवितुम् अर्हति. रीत धातोः इत्यस्य कार्यानन्तरं प्रथमं भवति चेत् त्वादीनां ह्रस्वः भवति चेत् रीत धातोः कार्यं न भवितुम् अर्हति. अतः तत्र तु दीर्घरुकारः न तिष्ठति. अतः त्वादीनां ह्रस्वः इति कृताकृतप्रसङ्गी इति नित्यसूत्रं वा? आं, तदेव तत्र उक्तं खलु, त्वादीनां ह्रस्व इति सूत्रस्य कार्यं नित्यमस्ति ऋतधातोः इत्यस्य अपेक्षया इति उक्तम्. तदेव भवद्भगिनी अपि उक्तवती, कृताकृतप्रसङ्गीयः विधिः सः नित्यः, त्वादीनां ह्रस्वः इति नित्यसूत्रम्. किं लक्ष्मी भगिनी, क्षमतां, तत्र कृताकृतप्रसङ्गी कथं भवति इति न अवगतम्. विजयलक्ष्मीभगिनी प्रतिपादयतु. कृते अपि रीत धातोः इत्यस्य कार्यं यदि भवति प्रथमं, तदनन्तरं वादिनां ह्रस्वः इति सूत्रस्य कार्यं कर्तुं शक्यते. यतोहि रीत धातोः किं वदति, ऋकारस्य स्थाने दीर्घ इकारः भवति इति, सारि, ह्रस्व इकारः भवति इति. धातु यदि पुवादिगणे अस्ति तस्य तत्र एकं धातुं स्वीकृत्य वदति वा भगिनि, जृ इति धातुः? हा, जृ धातु इदानीं पुवादिगणे अस्ति इति मन्ये, अहं न जानामि अस्ति, यतोहि तत्र जृणाति. हा, अस्ति. अतः जृ धातोः यदि दीर्घऋकारः अस्ति, ऋत इद्धातोः इति सूत्रेण दीर्घऋकारस्य ह्रस्व इकारः जि जि इति रूपं भवति. परन्तु क्वादिगणे आसीत्, इदानीमपि अस्ति, यतोहि धातुत्वं न त्यजति. अतः क्वादीनां ह्रस्वः इति सूत्रस्य कार्यम् अपि भवितुमर्हति. तत्र ह्रस्व जि इत्यस्य पुनः ह्रस्वः इति आदेशः भवति, अतः सूत्रं प्रवर्तते, परन्तु भेदः न दृश्यते तावदेव. यदि क्वादीनां ह्रस्वः इति सूत्रं प्रथमं कार्यं करोति तदा जृ इत्यस्य ह्रस्वऋकारः भवति. ह्रस्वऋकारः भवति चेत् ऋत इद्धातोः सूत्रस्य प्रसक्तिरेव नास्ति, यतोहि तत्र दीर्घऋकारः इदानीं नास्ति. यदि प्रथमं कार्यं करोति तदा जृ इत्यस्य ह्रस्वत्वं भूत्वा जृ इति भवति. इदानीं जृ इति ह्रस्वऋकारः अस्ति चेत् ऋत इद्धातोः इति सूत्रस्य कार्यं न प्रवर्तते, यतोहि तत्र ह्रस्वऋकारः नास्ति खलु. तदेव, अस्तु, तत्र अहं चिन्तित कृताकृतप्रसङ्गी इत्युक्ते नित्यसूत्रम् इति खलु. अत्र ऋतयुद्धातोः कृताकृतप्रसङ्गी न भवितुमर्हति, अपि च पादीनां ह्रस्वः इति अपि न भवितुमर्हति इति मम. पादीनां ह्रस्वः तु अण्डर् बोत् कण्डिशन्स् कार्यं कर्तुं शक्यते खलु. जि इति भवति चेत् ऋतयुद्धातोः इत्यनेन रूपम् असाधु रूपं भवति, परन्तु कार्यं तु कर्तुं शक्यते. किन्तु तत्र निमित्तं नास्ति खलु वादिनां ह्रस्वः इति. पश्यतु भगिनी, अत्र पश्यतु, जृ इति धातुः अस्ति खलु. इदानीम् अस्माभिः अत्र विचारणीयं किं कस्य अनन्तरं कार्यं कर्तुम् अर्हति इति विचारणीयम्. इदानीं प्रथमतया ऋत धातोः कार्यं करोति चेत् जृ इति धातोः स्थाने जिर् इति भवति, इकारः, ऋकारस्य स्थाने इकारादेशः, उरण्ड्रपरः इति कृत्वा इर् इति आदेशः भवति, अतः जिर् इति रूपं लभ्यते. इदानीं जिर् इत्यत्र उपवादीनां ह्रस्वः इति कार्यं कर्तुम् अर्हति वा न किमर्थं न तत्र पवादीनां ह्रस्वः इति तत्र ह्रस्व इत्युक्ते पवादीनां गणे पादयः दीर्घ ऋकारान्ताः सन्ति अतः ह्रस्व आदेशः भवति तत्र इदानीं जिर् इति पवादिगणे नास्ति खलु नो न जिर् इति तत्र धातुत्वम् अस्ति मूले तु जिर् इति धातोः तस्य परिवर्तनं भूत्वा इदानीं जिर् इति अस्ति जिर् इति धातु इदानीं पवादिगणे एव अस्ति अस्तु इति पवादिगणीयधातुः एव इति कृत्वा जिर् इत्यत्र ह्रस्व इकारस्य स्थाने ह्रस्व आदेशः पुनः भवति चेत् इकारः एव तिष्ठति अतः पुवादीनां ह्रस्वः इत्यस्य कार्यं भवितुम् अर्हति इति स्वीकुर्मः जिर् इत्यस्य स्थाने ह्रस्वादेशः भवति इकारस्य स्थाने ह्रस्वादेशः स्वरस्य ह्रस्वादेशः अतः एकः एव स्वरः अस्ति जिर् एकः एव इकारः पुनः अस्तु इकारस्य पुनः इकारः अतः पुवादीनां ह्रस्वः इति कार्यं कर्तुम् अर्हति यदा ऋत धातोः प्रथमतया कार्यं करोति तदनन्तरं पुवादीनां ह्रस्वः इति कार्यं कर्तुम् अर्हति यदि पुवादीनां ह्रस्वः इति प्रथमतया कार्यं करोति तदानीं जृ इत्यत्र ह्रस्वः भवति जृ इति भवति यदा जृ इति भवति तत्पश्चात् ऋत धातोः इत्यस्य अवसरः न भवति यतोहि ऋत धातोः दीर्घ ऋकारः अस्ति चेदेव ह्रस्व इकारादेशः भवितुम् अर्हति अतः तद् स्पष्टम् अतः पवादीनाम् इति कार्यं पूर्वमपि भवितुमर्हति परमपि भवितुमर्हति इति कृत्वा पवादीनां ह्रस्वः इति नित्यसूत्रमस्ति ऋत धातोः इति सूत्रम् अनित्यमस्ति इत्युक्ते पवादीनां ह्रस्वः इति सूत्रे इति गणे ये धातवः सन्ति तेषाम् अन्यकार्याणि भूत्वा तत्र रूपं भिन्नं भवति चेदपि तस्मिन् रूपे स्वरः अस्ति चेत् पवादीनां ह्रस्वः इति भवति तस्य कार्यं भवति एव इति भवितुमर्हति भवितुमर्हति इत्युक्ते अस्माकं चिन्तनार्थमेव एवं क्रियते एवं कृत्वा अस्माभिः किम् उच्यते अन्ततो गत्वा पवादीनां ह्रस्वः इति नित्यसूत्रम् इति कृत्वा तस्य एव कार्यं प्रथमतया भवति इति वदामः खलु अतः तस्य अनन्तरं भवति वा इति केवलं चिन्तनार्थम् आमाम् अपि च तत्र ऋत धातोः इति सपादसप्ताध्यायाम् अस्ति खलु प्रथम द्वयमपि सपादसप्ताध्यायमेव एकं तु सप्तमध्यायस्य प्रथमपादे अस्ति ऋत धातोः पवादीनां ह्रस्वः इति सप्तमध्यायस्य तृतीयपादे अस्ति अस्तु अहं चिन्तितवती एकं प्रथमं पादमेव अस्ति इति सपादे अस्तु एकं सूत्रं प्रथमपादे अस्ति द्वितीयं सूत्रं तृतीयपादे अस्ति तेन किम् अष्टाध्यायी इत्युक्ते अष्टम अध्यायेन आरभ्यते अस्तु आरभते किन्तु तत्र सपादसप्ताध्यायी एकमेव पादम् इत्युक्ते अस्तु भगिनि कः क्लेशः तत्र मया न बुध्यते न पुनः पश्यामि तत्र किञ्चित् अष्टमाध्यायस्य एव द्वितीयपादात् त्रिपादी अष्टमाध्यायस्य द्वितीयपादात् आरभ्य त्रिपादीसूत्राणि अतः तत्र सपादः इत्युक्ते एकं पादं क्वार्टर् इति भवति तर्हि भगिनी पश्यतु प्रथमाध्यायात् आरभ्य अष्टमाध्यायस्य प्रथमपादपर्यन्तं सपादसप्ताध्यायी इति वयं वदामः अस्तु तदेव अस्तु अस्तु क्लेशः अभवत् इदानीं स्मरामि इत्युक्ते अष्टाध्यायस्य प्रथमपादपर्यन्तं सपाद अस्ति अस्तु तर्हि इदानीं द्वयोः अपि स्थानं तत्र सपादि एव अस्तु भगिनि अस्तु धन्यवादः समीचीनं तर्हि अत्र स्थगनं कुर्मः वा अस्तु तर्हि धन्यवादः धन्यवादः नमस्कारः धन्यवादः धन्यवादः नमस्कारः नमस्कारः